चतुर्थोऽध्यायः नरकप्रदपापनिरूपणम्। श्रीगरुड उवाच, कैर्गच्छन्ति महामार्गे वैतरण्यां पतन्ति कैः, कैः पापैर्नरके यान्ति तन्मे कथय केशव। श्रीभगवानुवाच, सदैवकर्मनिरताः शुभकर्मपराङ्मुखाः नरकान्नरकं यान्ति दुःखाद्दुःखं भयाद्भयम्। धर्मराजपुरे यान्ति त्रिभिर्द्वारैस्तु धार्मिकाः, पापास्तु तु दक्षिणद्वारमार्गेणैव व्रजन्ति तत्। अस्मिन्नेव महादुःखे मार्गे वैतरणी नदी, तत्र ये पापिनो यान्ति तानहं कथयामि ते। ब्रह्मघ्नाश्च सुरापाश्च गोघ्ना वा बालघातुकाः, स्त्रीघाती गर्भपाती च ये च प्रच्छन्नपापिनः, ये हरन्ति गुरोर्द्रव्यं देवद्रव्यं द्विजस्य वा, स्त्रीद्रव्यहारिणो ये च बालद्रव्यं द्विजस्य, ये ऋणं न प्रयच्छन्ति ये वै न्यासापहारकाः, विश्वासघातका ये च सविषान्नेन मारकाः, दोषग्राही गुणश्लाघी गुणवत्सु संवत्सराः, नीचानुरागिणो मूढाः सत्सङ्गतिपराङ्मुखाः, तीर्थसज्जनसत्कर्मगुरुदेवविनिन्दकाः, पुराणवेदमीमांसान्यायवेदान्तदूषकाः, हर्षिता दुःखितं दृष्ट्वा हर्षिते दुःखदायकाः, दुष्टवाक्यस्य वक्तारो दुष्टचित्ताश्च ये सदा न शृण्वन्ति हितं वाक्यं शास्त्रवार्तां कदापि न, आत्मसंभावितास्तब्धा मूढाः पण्डितमानिनः। एते चान्ये च बहवः पापिष्ठा धर्मवर्जिताः, गच्छन्ति यममार्गे हि रोदमानादिवान्निशम्। यमदूतैस्ताड्यमानायान्ति वैतरणीं प्रति, तस्यां पतन्ति ये पापास्तानहं कथयामि ते। मातरं ये एव मन्यन्ते पितरं गुरुमेव च, आचार्यं चापि पूज्यं च, तस्यां मज्जन्ति ते नराः। पतिव्रतां साधुशीलां कुलीनां विनयान्वितां स्त्रियं त्यजन्ति ये द्वेषाद्वैतरण्यां पतन्ति ते। सतां गुणसहस्रेषु दोषानारोपयन्ति ये, ते स्ववज्ञां च कुर्वन्ति वैतरण्यां पतन्ति ते। ब्राह्मणाय प्रतिश्रुत्य यथार्थ न ददाति यः, आहूय नास्ति यो ब्रूयात्तयोर्वासश्च सन्ततम्। स्वयं दत्तापहर्ता च दानं दत्त्वानुतापकः, परवृत्तिहरश्चैव दाने दत्ते निवारकः, यज्ञविध्वंसकश्चैव कथाभङ्गकरश्च यः, क्षेत्रसीमाहरश्चैव यश्च गोचरकर्षकः। ब्राह्मणो रसविक्रेता यदि स्याद् मृषलीपतिः वेदोक्तयज्ञादन्यत्र स्वात्मार्थं पशुमारकः ब्रह्मकर्मपरिभ्रष्टो मांसभोक्ता च मद्यपः उच्छृङ्खलस्वभावो यः शास्त्राध्ययनवर्जितः वेदाक्षरं पठेच्छूद्रः कापिलं यः पयः पिबेतु धारयेद्ब्रह्मसूत्रं च भवेद्वा ब्राह्मणीपतिः राजभार्याभिलाषी च परदारापहारकः कन्यायां कामुकश्चैव सतीनां दूषकश्च यः एते चान्ये च बहवो निषिद्धाचरणोत्सुकाः विहितत्यागिनो मूढा वैतरण्यां पतन्ति ते सर्वं मार्गमतिक्रम्य यान्ति पापाय मारे पुनर्यमाज्ञयागत्य दूतास्तस्यां क्षिपन्ति तान् या वै धुरन्धरा सर्वं धौरेयाणां खगाधिपा अतस्तस्यां प्रक्षिपन्ति वैतरण्यां च पापिनः कृष्णा गौर्यदि नो दत्ता नोर्ध्वदेहक्रियाः कृताः तस्यां भुङ्क्त्वा महद्दुःखं यान्ति वृक्षं तटोद्भवम् कूटसाक्ष्यप्रदातारः कूटधर्मपरायणाः छलेन आर्जनसंसक्ताश्चौर्यवृत्त्या च जीविनः खेदयन्त्यतिवृक्षांश्च वनारामविभञ्जकाः व्रतं तीर्थं परित्यज्य विधवाशीलनाशकाः भर्तारं दूषयेन्नारी परं मनसि धारयेतु इत्याद्या शाल्मरीवृक्षे भुञ्जते बहुताडनं ताडनात् पतितान् दूताः क्षिपन्ति नरके सुतान् पतन्ति तेषु ये पापास्तानहं कथयामि ते नास्तिका भिन्नमर्यादाः कदर्या विषयात्मकाः दाम्भिकाश्च कृतघ्नाश्च ते वै नरकगामिनः कूपानां च तटाकानां वापीनां देवसद्मनां प्रजागृहाणां भेत्तारस्ते वै नरकगामिनः विसृज्याश्नन्ति ये दारान् शिशून् भृत्यांस्तथा गुरून् उत्सृज्य पितृदेवेद्यां ते वै नरकगामिनः शङ्कुभिः सेतुभिः काष्ठैः पाषाणैः कण्टकैस्तथा ये मार्गमुपरुन्धन्ति ते वै नरकगामिनः शिवं शिवां हरिं सूर्यं गणेशं सद्गुरुं बुधं न पूजयन्ति ये मन्दास्ते वै नरकगामिनः आरोप्य दासीं शयने विप्रो गच्छेदधोगतिं प्रजामुत्पाद्य शूद्रायां ब्राह्मण्या देवहीयते न नमस्कारयोग्यो हि स कदापि द्विजाधमः तं पूजयन्ति मूढास्ते वै नरकगामिनः ब्राह्मणानां च कलहं गोयुद्धं कलहप्रियाः न वर्ज्यं चनुमोदन्ते ते वै नरकगामिनः अनन्यशरणस्त्रीणां ऋतुकालव्यतिक्रमं ये प्रकुर्वन्ति विद्वेषात् ते वै नरकगामिनः येऽपि गच्छन्ति रागान्धा नरा नारीं रजस्वलां सर्वस्वप्सु दिवाश्राद्धे ते वै नरकगामिनः ये शारीरं मलं वह्नौ प्रक्षिपन्ति जलेऽपि च आरामे पथि गोष्ठे वा ते वै नरकगामिनः शस्त्राणां ये च कर्तारः शराणां धनुषां तथा विक्रेतारश्च ये तेषां ते वै नरकगामिनः चर्मविक्रयिणो वैश्याः केशविक्रेयिकाः स्त्रियः विषविक्रयिणः सर्वे ते वै नरकगामिनः अनाथं नानुकम्पन्ति ये सतां द्वेषकारकाः विनापराधं दण्डन्ति ते वै नरकगामिनः आशया समनुप्राप्तान् ब्राह्मणानर्थिनो गृहे न भोजयन्ति पाकेऽपि ते वै नरकगामिनः सर्वभूतेष्वविश्वस्तास्तथा तेषु विनिर्दयाः सर्वभूतेषु जिह्माये ते वै नरकगामिनः नियमाः समुपादाय ये पश्चादजितेन्द्रियाः विग्लापयन्ति तान् भूयस्ते वै नरकगामिनः अध्यात्मविद्यादातारं नैव मन्यन्ति ये गुरुं तथा पुराणवक्तारं ते वै नरकगामिनः मित्रद्रोहकरा ये च प्रीतिच्छेदकराश्च ये आशाच्छेदकरा ये च ते वै नरकगामिनः विवाहं देवयात्राञ्च तीर्थसार्थान् विलुम्पति सवसेन्नरके घोरे तस्मान्नावर्तनं पुनः अग्निं दद्यान्महापापी गृहे ग्रामे तथा वने सनीतो यमदूतैश्च वह्निकुण्डेषु पच्यते अग्निना दग्धगात्रोऽसौ यदा छायां प्रयाचते नीयते च तदा दूतैरसिपत्रवनान्तरे खड्गतीक्ष्णैश्च तत्पत्रैर्गात्रच्छेदो यदा भवेत् तदोतु शीतलच्छाये सुखनिद्रां कुरुष्व भोः पानीयं पातुमिच्छन् वै तृषार्तो यदि याचते पानार्थं तैलमत्युष्णं तदा दूतैः प्रदीयते पीयतां भुज्यतां पानमन्नमूतुस्तदेति ते पीतमात्रेण तेनैव दग्धान्त्राणि पतन्ति ते कथञ्चित् पुनरुत्थाय प्रलपन्ति सुदीनवत् विवशा उच्छ्वसन्तश्च ते वक्तुमपि नाशकन् इत्येवं बहुशस्तार्क्ष्य यातनाः पापिनां स्मृताः किमेतैर्विस्तरात् प्रोक्तैः सर्वशास्त्रेषु भाषितैः एवं वै क्लिश्यमानास्ते नरा नार्यसहस्रशः पच्यन्ते नरके घोरे यावदाभूतसम्प्लवं तस्याक्षयं फलं भुक्त्वा तत्रैवोत्पद्यते पुनः यमाज्ञया महीं प्राप्य भवन्ति स्थावरादयः वृक्षगुल्मलतावल्ली गिरयश्च तृणानि च स्थावरा इति विख्याता महामोहसमावृताः कीटाश्च पशवश्चैव पक्षिणश्च जलेचराः चतुरशीतिलक्षेषु कथिता देवयोनयः एताः सर्वाः परिभ्रम्य ततो यान्ति मनुष्यतां मानुषेऽपि स्वपाकेषु जायन्ते नरकागताः तत्रापि पापचिह्नैस्ते भवन्ति बहुदुःखिताः गलत्कुष्ठ ज्येष्ठाश्च जन्मान्धा महारोगसमाकुलाः भवन्त्येवं नरा नार्यः पापचिह्नोपलक्षिताः। इति श्रीगरुडपुराणे सारोद्धारे नरकप्रदपापचिह्ननिरूपणो नाम चतुर्थोऽध्यायः। पञ्चमोऽध्यायः पापचिह्ननिरूपणम्। गरुड उवाच, येन येन च पापेन यद्यत् चिह्नं प्रजायते यां यां योनिं च गच्छन्ति तन्मे कथय केशव। श्रीभगवान् उवाच, यैः पापैर्यान्ति यां योनिं पापिनो नरकागताः येन पापेन यच्चिह्नं जायते मम तच्छृणु। ब्रह्मः क्षयरोगी स्याद्दोघ्नः स्यात् कुब्जको जडगः। कन्याघाती भवेत् कुष्ठीत्रयश्चण्डालयोनिषु, स्त्रीघाती गर्भपाती च पुलिन्दो रोगवान् भवेत्। अगम्यागमनात् षण्डो दुश्चर्मा गुरुतल्पगः। मांसभोक्तातिरक्ताङ्गः स्यावदन्तस्तु मद्यपः। अभक्ष्यभक्षको लौल्याद्ब्राह्मणस्यान्महोदरः। अदत्वामिष्टमश्नाति स भवेद्गणगण्डवान्। श्राद्धेन्नम शुचिं दत्त्वा चित्रकुष्ठी प्रजायते। गुरोर्गर्वेणावमानादपस्मारी भवेन्नरः। निन्दको वेदशास्त्राणां पाण्डुरोगी भवेद्ध्रुवं। कूटसाक्षी भवेन्मूकः। काणस्यात् पङ्क्तिभेदकः। अनुष्ठस्याद्विवाहघ्नो जन्मान्धः पुस्तकं हरेत्। गोब्राह्मणपदाघातात् खञ्जः पङ्गुश्च जायते। गद्गदोऽनृतवादी स्यात्तच्छ्रोता बधिरो भवेतु। गददस्याज्जडोन्मत्तो खल्वाटोऽग्निप्रदायकः। दुर्भगः फलविक्रेता रोगवान् परमांसभुक्। हीनजातौ प्रजायेतरत्नानामपहारकः। कुनखी स्वर्णहर्ता स्याद्धातुमात्रहरोधनः। अन्नहर्ता भवेदाहुः शलभो धान्यहारकः। चातको जलहर्ता स्याद्विषहर्ता च वृश्चिकः। शाकं पत्रं शिखी हृत्वा गन्धान् सुसुन्दरी शुभान्। मधुदंशः फलं गृध्रोलवणं च पिपीलिका। ताम्बूलपुष्पादिहर्ता स्याद्वानरो वने। उपानतृणकार्पासहर्ता स्यान्मेषयोनिषु। यस्तु रौद्रोपजीवी च मार्गे सार्थ स्वस्थान् विलुम्पति मृगया व्यसनीयस्तु छागस्याद्वधिके गृहे यो मृतो विषपानेन कृष्णसर्पो भवेद्गिरौ निरङ्कुशस्वभावस्यात् कुञ्जरो निर्जने वने वैश्वदेवमकर्तारः सर्वभक्षाश्च ये द्विजाः अपरीक्षितभोक्तारो व्याघ्रास्युर्निर्जने वने गायत्रीं न स्मरेद्यस्तु यो न सन्ध्यामुपासते अन्तर्दुष्टो बहिः साधुः स भवेद्ब्राह्मणो बकः अयाज्ययाजको विप्रः स भवेद्ग्रामसूकरः खरो वै बहुयाजित्वात् काको निर्मन्त्रभोजनात् पात्रे विद्यामदाता च बलीवर्दो भवेद्विजः गुरुसेवामकर्ता चाशिष्य स्याद् गोखरः पशुः गुरुं हुङ्कृत्य तुङ्कृत्य विप्रं निर्दित्यदा गुरुं हुङ्कृत्यतुङ्कृत्य विप्रं निर्जित्य वादतः अरण्ये निर्जले देशे जायते ब्रह्मराक्षसः प्रतिश्रुतं द्विजेदानमदत्वा जम्बुको भवेत् सतामसत्कारकरः फेत्कारोऽग्निमुखो भवेत् मित्रदृग्गिरिगृध्रस्यादुलूकः क्रम वञ्चनात् वर्णाश्रमपरीवादात् कपोतो जायते वने आशाच्छेदकरो यस्तु स्नेहच्छेदकरस्तु यः यो द्वेषात् स्त्रीपरित्यागी चक्रवाकश्चिरं भवेत् माता पितृ गुरुद्वेषी भगिनी भ्रातृवैरकृतु गर्भे योनौ विनष्टस्याद् यावद्योनिसहस्रशः श्वश्रूर्गालिप्रदानारी नित्यं कलहकारिणी सा जलूका च यूका स्याद्भर्तारं भर्त्सते च या स्वपतिं च परित्यज्य परपुंसानुवर्तिनी वल्गुली गृहगोधा स्याद्विमुखी वाथ सर्पिणी यः स्वगोत्रोपघाती च स्वगोत्रस्त्रीनिषेवणातु तरक्षुशल्लको भूत्वा रुक्षयोनिषु जायते तापसीगमनात् कामी भवेन्मरुपिशाचकः अप्राप्तयौवनासङ्गाद् भवेदजगरो वने गुरुदाराभिलाषी च कृकलापो भवेन्नरः गुरुदाराभिलाषी चक्रुकलासो भवेन्नरः राज्ञीं गत्वा भवेद्दुष्टो मित्रपत्नीं च गर्दभः गुदगो विड्वराः स्याद्वृषस्याद्वृषलीपतिः महाकामी भवेद्यस्तु स्यादश्वः कामलम्पटः मृतस्यैकादशा हन्तु भुञ्जानश्वा विजायते लभेद्देवलको विप्रो योनिं कुक्कुटसंज्ञिकां द्रव्यार्थं देवतापूजां यः करोति द्विजाधमः स वै देवलको नाम हव्यकव्येषु गर्हितः महापाटगजान् घोरान् नरकान् प्राप्य दारुणान् कर्मक्षये प्रजायन्ते महापातकिनस्त्विह खरोष्ट्रमहिषीणां हि ब्रह्मा योनिमृच्छति वृकश्वान सृगालानां सुरापायान्ति योनिषु कृमिकीटपतङ्गत्वं स्वर्णस्तेयी समाप्नुयातु तृणगुल्मलतात्वञ्च क्रमशो गुरुतल्पकः परस्य योषितं हृत्वा न्यासापहरणेन च ब्रह्मस्वहरणाच्चैव जायते ब्रह्मराक्षसः ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमङ्कुलं बलात्कारेण चौरेण दहत्याचन्द्रतारकम् लोहचूर्णाश्मचूर्णे च विशं च जरयेन्नरः ब्रह्मस्वं त्रिषु लोकेषु कः पुमान् जरयिष्यति ब्रह्मस्वरसपुष्टानि वाहनानि बलानि च युद्धकाले विशीर्यन्ते सैकता सेतवो यथा देवद्रव्योपभोगेन ब्रह्मस्वहरणेन च कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च स्वमाश्रितं परित्यज्य वेदशास्त्रपरायणम् अन्येभ्यो दीयते दानं कथ्यते यमतिक्रमः ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते। अतिक्रमे कृते तार्क्ष्य भुक्त्वा च नरकान् क्रमात् जन्मान्धस्सन् दरिद्रस्यान्नदाता किन्तु याचकः स्वदत्तां परदत्तां वायो हरेच्च वसुन्धरां षष्टिवर्षसहस्राणि विष्टायां जायते कृभिः स्वयमेव च यो दत्त्वा स्वयमेवापकर्षति स पापी नरकं याति यावदाभूतसंप्लवं दत्त्वा वृत्तिं भूमिदानं यत्नतः परिपालयेत् नरक्षति हरेद्यस्तु स पङ्गुष्वाभिजायते। विप्रस्य वृत्तिकरणे लक्षधेनुफलं भवेत् विप्रस्य वृत्तिहरणान्मर्कटश्वाकपिर्भवेत् एवमादीनि चिह्नानि योनयश्च खगेश्वरा स्वकर्मविहिता लोके दृश्यन्तेऽत्र शरीरिणाम् एवं दुष्कर्मकर्तारो भुक्त्वा निरययातनां जायन्ते पापशेषेण प्रोक्ता स्वेतानुयोनिषु। ततो जन्मसहस्रेषु प्राप्य तिर्यच्छरीरतां दुःखानि भारवहनोद्भवदादीनि लभन्ति ते। ततो जन्मसहस्रेषु प्राप्य तिर्यक्षरीरतां दुःखानि भारवहनोद्भवादीनि लभन्ति ते। पक्षिदुःखं ततो भुक्त्वा वृष्टिशीतातपोद्भवं मानुषं लभते पश्चात् समीभूते शुभाशुभे स्त्रीपुंसोऽस्तु प्रसङ्गेन भूत्वा गर्भे क्रमादसौ गर्भादिमरणान्तञ्च प्राप्य दुःखं म्रिये पुनः समुत्पत्तिर्विनाशश्च जायते सर्वदेहिनाम् एवं प्रवर्तितं चक्रं भूतग्रामे चतुर्विधे घटीयन्त्रं यथा मर्त्या भ्रमन्ति मम मायया भूमौ कदाचिन्नरके कर्मपाशसमावृताः अदत्तदानाच्च भवेद्दरिद्रो दरिद्रभावाच्च करोति पापं पापप्रभावान्नरके प्रयाति पुनर्दरिद्रः पुनरेव पापी अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभं नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति श्रीगरुडपुराणे सारोद्धारे पापचिह्ननिरूपणो नाम पञ्चमोऽध्यायः। षष्ठोऽध्यायः जन्मादिदुःखनिरूपणं गरुड उवाच कथमुत्पद्यते मातुर्जठरे नरकागतः गर्भादिदुःखं यद्भुङ्क्ते तन्मे कथय केशव। श्रीभगवानुवाच स्त्रीपुंसोऽस्तु प्रसङ्गेन निरुद्धे शुक्रशोणिते यथायं जायते मर्त्यस्तथा वक्ष्याम्यहं तव। ऋतुमध्ये हि पापानां देहोत्पत्तिः प्रजायते इन्द्रस्य ब्रह्महत्यास्ति यस्मिंस्तस्मिन् दिनत्रये प्रथमे हनिचण्डाली द्वितीये ब्रह्मघातिनी तृतीये रजकीह्येता नरकागतमातरः। कर्मणादैव नेत्रेण जन्तुर्देहोपपत्तये स्त्रियाः प्रविष्ट उदरं पुंसो रेतः कणाश्रयः। कलिलं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदं दशाहेन तु कर्कन्धूः पेष्यण्डं वा ततः परम् मासेन तु शिरोद्वाभ्यां बाह्वङ्गाद्यङ्गविग्रहः। न खलु मास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्रुणुद्भवः षड्भिर्जरायुणावीतः कुक्षौ भ्राम्यति दक्षिणे मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते। शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे कृमिभिः क्षतसर्वाङ्गस्सौकुमार्यात् प्रतिक्षणं मूर्च्छामाप्नोत्युरुक्लेशस्तत्र तैः क्षुधितैर्मुहुः कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणैः मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः अकल्पस्वाङ्गचेष्टायां शकुन्त इव पञ्जरे तत्र लब्धस्मृतिर्दैवात् कर्मजन्मशतोद्भवम् स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते नाधमानऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः स्तुवीततं विक्लवया वाचा येनोदरेऽर्पितः आरभ्य सप्तमान्मासां लब्धबोधोऽपि वेपितः नैकत्रास्ते सूतिवातैर्विष्ठा भूरिवसोदरः जीव उवाच श्रीपतिं जगदाधारमशुभक्षयकारकं व्रजामि शरणं विष्णुं शरणागतवत्सलं त्वन्मायामोहितो देहे तथा पुत्रकळत्रके अहं ममाभिमानेन गतोऽहं नाथसंस्मृतिं कृतं परिजनस्यार्थे मया कर्मशुभाशुभम् एकाकी तेन दग्धोऽहं गतास्ते फलभागिनः यदि योऽन्याः प्रमुच्येऽहं तत्स्मरिष्ये पदन्तव तमुपायं करिष्यामि येन मुक्तिं व्रजाम्यहम् विण्मूत्रकूपे पथितो दग्धोऽहं जठराग्निना इच्छन्नितो विवसितुं कदा निर्यास्यते बहिः येनेदृशं मे विज्ञानं दत्तं दीनदयाळुना तमेव शरणं यामि पुनर्मे मास्तु संस्मृतिः न च निर्गन्तुमिच्छामि बहिर्गर्भात् कदाचन यत्र यातस्य मे पापकर्मणा दुर्गतिर्भवेतु तस्मादत्र महादुःखे स्थितोऽपि विगतक्लमः उद्धरिष्यामि संसारादात्मानं ते पदाश्रयः एवं कृतमतिर्गर्भे दशमास्यस्तु वनऋषिः सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः तेनावसृष्टः सहसा कृत्वा वाग्भिरवातुरः विनिष्क्रामतिकृच्छ्रेण निरुच्छ्वासो हतस्मृतिः पतितो भुवि विण्मूत्रे विष्ठा भूरिवचेष्टते रोरूयति गते ज्ञाने विपरीतं गतिं गतः गर्भे व्याधौ श्मशाने च पुराणे या मतिर्भवेत् सा यदि स्थिरतां याति को न मुच्येत बन्धनात् यदा गर्भाद् बहिर्याति कर्मभोगादनन्तरं तदैव वैष्णवी मायामोहयत्येव पूरुषं स तदा मायया सृष्टो न किञ्चिद्वदते वशः शैशवादिभवं दुःखं पराधीनतया श्नुते परच्छन्दं न विदुषा पुष्यमाणो जनेन सह अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः शायितोऽशुचिपर्यङ्के जन्तुस्वेदजदूषिते नेशकण्डूयनेऽङ्गानामासीनोत्थानचेष्टने तुदं तुदन्त्यामत्त्वचं दंशामशकामत्कुणादयः रुदन्तं विगतज्ञानं क्रिमयः क्रिमिकं यथा इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ततो यौवनमासाद्ययान्ति सम्पदमासुरीम् तदा दुर्व्यसनासक्तो नीचसङ्गपरायणः शास्त्र अत्र सत्पुरुषाणां च द्वेष्टा स्यात् कामलं पटः दृष्ट्वा स्त्रियं देवमायां तद्भावैरदितेन्द्रियः प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवतु कुरङ्गमातङ्गपतङ्गभृङ्ग मीनाहताः पञ्चभिरेव पञ्च एकः प्रमादी स कथं न हन्यते यस्येव ते पञ्चभिरेव पञ्च अलब्धाभीप्सितो ज्ञानादिद्धमन्युः शुचार्पितः सह देहेन मानेन वर्धमानेन मन्युना करोति विग्रहं कामी कामिष्वन्ताय चात्मनः बलाधिकैः सहन्येत गजैरन्यैर्गजो यथा एवं यो विषयासक्त्या नरत्वमतिदुर्लभं वृथा नाशयते मूढस्तस्मात् पापतरो हि कः जातीशते सुलभते भुवि मानुषत्वं तत्रापि दुर्लभतरं खलु भो द्विजत्वम् यस्तन्न पालयति लालयति इन्द्रियाणि तस्यामृतं क्षरति हस्तगतं प्रमादात् ततस्तां मृद्धतां प्राप्य महाव्याधिसमाकुलः मृत्युं प्राप्य महादुःखं नरकं याति पूर्ववतु एवं गतागतैः कर्मपाशैर्बद्धाश्च पापिनः कदापि न विरज्यन्ते मम माया विमोहिताः इति ते कथिता तार्क्ष्य पापिनां नारकी गतिः अन्त्येष्टिकर्महीनानां किं भूयः श्रोतुमिच्छसि इति श्रीगरुडपुराणे सारोद्धारे पापिनां जन्मादिदुःखनिरूपणो नाम षष्ठोऽध्यायः